पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 14 युधिष्ठिर उवाच इति मायामहेशेन मोहिता गिरिजा यदा अध किं समभूद्ब्रह्मन् तन्ममाख्यातुमर्हसि नारद उवाच क्षीराब्धौ दुशयानस्य शुक्षोभहृदयं हरेः अकस्मादेव राजेन्द्र नयनेश्रुपरिप्लुदे दृष्ट्वा तन्महदुत्पादलक्षणं भगवांस्ततः उद्धाय शेषपर्यङ्कान् मां च वायुं विलोक्य च किं कार्यमिति गोविन्दस्तन्नागारिमथा स्मरद स चाग्रे स्मृतिमात्रेण तस्थौ बद्धाञ्जलिः प्रभो विनतानन्दनं दृष्ट्वा पुरतः प्राह केशवः सुपर्ण तत्र गच्छत्वं यत्र युद्धं प्रवर्तते हदो जालन्धरो वीरो हरो वा तेन मोहितः दृष्ट्वा तं शीघ्रमागत्य कथयस्व ममाखिलं जालन्धरे शयोर्युद्धं द्रष्टुं शक्तस्त्वमेव हि कोऽन्यो महाकवे तस्मिन् ज्ञात्वा यादि शरीरवान् कदाचिद्दुर्गमं तत्र युद्धं शस्त्रास्त्रवृष्टिभिः अध त्वं बाणसञ्चारं गत्वापि हितविग्रहः सन्दृष्ट्वा पार्वतीवृत्तिं शीघ्रमायातुमर्हसि दैत्यमाया निरासार्थं विचिन्त्य भगवां स्वरन् गुटिकां सर्वसिद्धां च गरुडाय ददौ हरिः अनया नभ्रमो वीर तथेत्युक्त्वा मुखे क्षिपत एवं सम्प्रेरितपत्री हरिं कृत्वा प्रदक्षिणं निश्चक्रामकमाविश्य जगामद्भुतवेगवान् तत्र गत्वा रणं घोरं दैत्यसङ्घैः स दुःसहं दृष्टवा न किलेनासौ न किञ्चित् ज्ञातवान् किल तस्मादुत्पत्त्यवेगेन गदोऽसौ मानसोत्तरं शैलं तुङ्गतरं दुर्गमगम्यं मरुतामपि विलोकयन्नदृशे गौरीस्थानं पतङ्कराट तत्रागत्य भुजङ्गारिर्ध्वनिं संश्रुतवान् किल गत्वा समीपे ददृशे मायापशुपतिं ततः गरुडो गुडिकां क्षिप्य मुखेन भ्रममापसः ज्ञात्वा बुद्ध्वाद दैत्योऽयमिति नायं विषध्वजः हा कष्टमिति चोक्त्वा च रुदन्नागत्य चार्णवं कथयामास वृत्तान्तं पुरतः कैडभद्विषः देवजालन्धरेणायं हरो देवो विडम्बितः उमा प्रदारिता तेन पापेन चत्मरूपिणा सुरस्त्वं यदि गोविन्दसमरं प्रदियाख्यतः मायायुद्धं दुदेवेश कुरु जालन्धरं प्रति तस्य राज्ञी मया दृष्टा पीठे जालन्धरे शुभे प्रासादभूम्यां क्रीडन्ति वाद्यगीतादिवर्तनैः सा सुन्दरतरा गौर्या रम्भोर्वश्योशतादपि नेदानि मानुषे लोके न पातालेषु तत्समा भार्या तेन समावेश्या नारीणां का कथा हरे यस्तां स्पृशति देहेन सकृतार्थपुमान् भवेद् तव श्यालकपत्नी च हरत्वं तां रमप्रियां शङ्करस्योपकारं च कुरु चैवात्मनसुखं नारद उवाच श्रुत्वा तार्ष्यस्य वचनं तं निर्भर्ष्य रमाप्रियः सम्यक् ववस्य चोपायं विससर्जद्रुतं द्विजं श्रियं पतार्य संच्छाद्य मञ्चके पीदवासस निर्गतोऽन्येन रूपेण योगिमायाबलेन च वृन्दारिकानुरागेण मोहिदो मधुसूदनः दृष्ट्वा हरिं तु गच्छन्दं प्रतिच्छन्नं युधिष्ठिर शेषोऽप्यन्य तमेनासौ रूपेणागत्य केशवं जगादभक्त्या त्वं तिष्ठ ममानुज्ञातुमर्हसि किं करोमि क्व गच्छामि ब्रूहि कार्यं जनार्दन सदा तव मुखं दृष्ट्वा भोक्ष्यामीति भवेत् सुखं श्रीभगवानुवाच जालन्धरस्त्रियं रम्यां हरिष्ये हरकारणाद पार्वत्याश्चोपकाराय संचाद्य स्वात्मनस्तनुं ये हियामो वयं बन्धो कान्तारं दुरधिक्रमं वृन्दाकर्षणसिद्ध्यर्थमित्युक्त्वा तौ वनं गतौ ततो विष्णुश्च शेषश्च जडावल्कलधारिणौ आश्रमं चक्रदुपुण्यं सर्वकामफलप्रदं तयोश्चिष्या प्रशिष्याश्च बभूव कामरूपिणः सिंहव्याक्रवराहाश्च वृक्षवानरमर्कडाः अथ तस्मिन् वने वृन्दां मन्त्रेणाकर्षयद्धरिः तस्या हृदयसन्तापं चकारमधुसूदनः ये तस्मिन्नन्तरे राज्ञी तापमुग्रमुपागता चामरांश्चालयामास दिव्यस्त्रीकरचालितान् प्रियस्यागमनं तन्वीं चिन्तयन्ती मुहुर्मुहुः चन्दनागुरुलिप्ताङ्गी मूर्च्छां यादिः सत्वरं तुल्यया मे विभावर्याश्चतुर्दश्यां नृपाङ्गना स्वप्नं ददर्श भयदं वैधव्यभयसूचकम् जालन्धरशिरशुष्कं मर्दिदं पाण्डुभस्मना गृध्रेण कृष्णनयनं छिन्नकर्णाग्रनासिकं मुक्तकेशीकरालास्या कृष्णवर्णारुणाम्बरा चकादकालीरक्तास्या हस्ते विधृदखर्परा ईदृशं ददृश्ये स्वप्नं तथात्मानं विडम्बितं दैत्यक्षयगुणोपेदं सा ददर्श नृपाङ्गना तदप्रबुद्धा सुरराजपत्नी गीतेन वाद्येन च मागधानां गेयप्रबन्धैस्तवनैर्वचोभिर् वंशस्तवै किं पुरुषप्रपाठितैः ततस्तान् सकलान् श्रान्तान् धनं दत्त्वा प्रसादजं निवार्य विप्रनाहूय स्वप्नं दृष्टं न्यवेदयद तं स्वप्नं ब्राह्मणा श्रुत्वा तामूचुशस्त्रपारगाः द्विजावूजुः देवि दुःस्वप्नमत्युग्रमचिन्त्यं भयदायकं देहिदानं द्विजादिभ्यो ह्यचिन्त्य भयनाशकं धेनुर्वासांसि रत्नानि गजांश्चाभरणानि च ब्राह्मणा परिसन्तुष्टाः शिशिचुस्तां नृपस्त्रियम् अभिषिक्तापि सा वृन्दा ज्वरेण परितप्यते विसृज्य विप्रप्रवरान् प्रासादमगमत्तदा तत्र स्थितापि स्वपुरं ददृशे दीप्तमङ्गला ततस्वकर्मणा राजन्नाकृष्टा हरिणा तु सा न शशाकगृहे स्थातुं ततो राज्ञी वनं व्ययौ रथमश्वतरियुक्तं स्मरदूदी सखीवकं समारुह्य क्षणतन्वी प्राप्ता सौभाग्यकाननम् नानावृक्षसमायुक्तं नानापक्षिगणान्वितं पुष्पप्रस्रवणोपेदं स्वर्गनारीविभूषितं मन्दानिलप्रवेशोऽस्ति यत्र नान्यस्य कस्यचिद् वनं वृन्दारिका दृष्ट्वा सस्मार पदिमात्मनः कथं जालन्धरं वीरं द्रक्ष्यामि प्राप्तमग्रदः सा तत्र न सुखं लेभे विवेशान्यतमं वनं सखीरथसमयुक्ता विष्णुमाया विमोहिता तदो विलोकयामास विपिनं तरुसङ्कुलम् उरुपाशानसंवृद्धं कुरङ्गाक्षीभयावहम् सिंहव्याघ्रभयाकीर्णं शृगालव्यालसेवितं द्रुमैस्पर्शचिकाकाशैः गुहासुध्वान्तपूरितं वनं विलोक्य सा भीमं चकिता चपलेक्षणा स्मरदूतीं सखीं वृन्दा जगाद रथवाहिनीं रथं प्रेषय मे शीघ्रं स्मरदूदि गृहं प्रति स्मरदूदिरुवाच नाहं जानामि दिग्भागं नयामि क्व रथं सखी श्रान्ता अश्व्यः प्रवर्तन्ते मार्गश्चात्र न विद्यते प्रेरितो दैवकेनापि स्यन्दनो यादु यत्र च अत्र कोऽपि च मां साधो भक्षयिष्यति नान्यथा इत्युक्ता सा द्रुततरारथं शीघ्रमवाहयद शरदो वेगद प्राप्तो यत्र सिद्धा मुग्धान्विताः तत्र सिद्धाश्च दृश्यन्ते काननं च भयावहं न यत्र प्रबलो वायुर्न शब्दः पक्षिणामपि न च तेजप्रकाशोऽस्ति न जलं प्रदिशो दिशः तत्र प्राप्तरथस्यापि लक्षणे भूद्विपर्ययः अश्वतर्यो न हेषन्ते न च शब्दश्च नेमिजः न चलन्ति पदाकास्ता खण्डिका न क्वणन्ति च न स्वनन्ति महाखण्डा ध्वजस्तम्भे निवेशिताः विलोक्यैवं विधं प्राह तत्र वृन्दा सखीं प्रदि स्मरदूदि क्व यास्यामो व्याघ्रसिंहभयं वनं न गृहे न सुखं राज्ये मम जातं वने सखि स्मरदूदिरुवाच शृणुष्व देवि पश्य त्वं पुरशैलोदिदारुणः दृष्ट्वा ग्रतो न गच्छन्ति तुरङ्ग्यो भयविह्वलः तस्यास्तस्वद्वचनं श्रुत्वा संत्रस्था सा नृपाङ्गना दृष्ट्वा कारं स्वकण्ठस्थं स्यन्दनाच्छीघ्रमुद्धिता यदस्मिन्नन्तरे प्राप्तो राक्षसो भीषणाकृतिः त्रिपादपञ्चहस्तश्च सप्त नेत्रोदिदारुणः पिङ्गलो व्याघ्रकर्णश्च सिंहस्कन्धस्तथाननः विहङ्गेश समाकेश लम्बन्दे रुधिरारुणः तं दृष्ट्वा पद्मकोशाङ्गी सहसा सभयाभवद नेत्रे कराभ्यामाच्छाद्य चकम्पे कदलीवसा प्रतिहारी प्रदोदं तु त्यक्त्वा राज्ञीमभाषद भीता मां त्राहि देवि त्वमयं धावदि भक्षितुं यदस्मिन्नन्तरे प्राप्तो राक्षसो रथसन्निधौ रथमुत्क्षिप्य हस्तेन भ्रामयं चाश्विनीयुधम् सराज्ञी पतिता भूमौ मृगी व्याघ्रभयादिव स्मरदूदीतरोर्मूले चिन्ना शोकलता यथा तदस्ताच्चाश्विनी सर्वाः भक्षयामास राक्षसः तेन राज्ञी धृता हस्ते सिंहे नैणव धूरिव तामुवाच ततो रक्ष प्राणैस्ते कारणं यदि तव भर्ता कथसङ्ख्ये हरेणेदि श्रुतं मया मम साध्याद्य भर्तारं चिरञ्जीव कुतो भया पिबाध वारुणीं स्वाध्वीं महामांससमन्वितम् शृण्वन्दीदि वचो राज्ञि गदसत्त्वा इवाभवत् इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे जालन्धरोपाख्याने श्रीमन्माधव मायाकथनं नाम चतुर्दशोऽध्यायः ॐ